यतः त्वं देवादीनाम् आदिः अतः स्वयमेवात्मनात्मानं वेत्थत्वं पुरुषोत्तमं भूतभावनभूतेश देवदेव जगत्पते। स्वयमेव आत्मनम् आत्मानं वेत्थ जानासि त्वं निरतिशयज्ञानैश्वर्यबलादिशक्तिमन्तम् ईश्वरं पुरुषोत्तमम्। भूतानि भावयतीति भूतभावन, हे भूतभावन, भूतेश भूतानाम् ईशितः, हे देवदेव जगत्पते। वक्तुमर्हस्यशेषेण दिव्याख्यात्मविभूतयः याभिर्विभूतिभिर्लोकाम् इमांस्त्वं व्याप्य तिष्ठसेम्। वक्तुं कथयितुम् अर्हसि अशेषेण, दिव्याः हि आत्मविभूतयः, आत्मनो विभूतयो याः ताः वक्तुम् अर्हसि। याभिः विभूतिभिः आत्मनो माहात्म्यविस्तरैः इमां लोकान् त्वं व्याप्य तिष्ठसि। कथं विद्यामहं योगिन् त्वां सदा परिचिन्तयन् केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया। कथं विद्यां विजानीयाम् अहं हि योगिन् त्वां सदा परिचिन्तयन् केषु केषु भावेषु वस्तुषु चिन्त्यः असि ध्येयः असि भगवन्मया। विस्तरेणात्मनो योगं विभूतिं च जनार्दनः भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मे मृतम्। विस्तरेण आत्मनः योगं योगैश्वर्यशक्तिविशेषं विभूतिं च विस्तरं ध्येयपदार्थानां हि जनार्दन अर्धतेः गतिकर्मणः रूपम् असुराणां देवप्रतिपक्षभूतानां जनानां नरकादिगमेतृत्वजनार्दनः अभ्युदयनिःश्रेयसपुरुषार्थप्रयोजनं सर्वैः जनैः याच्यते इतिव। भूयः पूर्वम् उक्तमपि कथय, तृप्तिः परितोषः हि यस्मान् नास्ति मे मम शृण्वतः त्वन्मुखनिःसृतवाक्यामृतम्। श्रीभगवानुवाच, हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः प्राधान्यतः कुरु श्रेष्ठं नास्त्यन्तो विस्तरस्य मे। हन्त इदानीं ते तव दिव्याः दिविभवाः आत्मविभूतयः, आत्मनः मम विभूतयः याः ताः कथयिष्यामि इत्येतत्। प्राधान्यतः यत्र यत्र प्रधाना या या विभूतिः तां तां प्रधानां प्राधान्यतः कथयिष्यामि अहं कुरुश्रेष्ठ। अशेषतस्तु वर्षशतेनापि न शक्य वक्तुं, यतः नास्ति अन्तः विस्तरस्य मे मम विभूतीनाम् इत्यर्थः। तत्र प्रथममेव तावत् शृणुम्, अहमात्मा गुडाकेश सर्वभूतोषयस्थितः अहमादिश्च मध्यञ्च भूतानामन्त एव च। अहमात्मा प्रत्येगात्मा गुडाकेश, गुडाका निद्रा तस्याः ईशः गुडाकेश, जितनिद्रः इत्यर्थः, घनकेश इति वद। सर्वभूताशयस्थितः सर्वेषां भूतानाम् आशये अन्तर्हृदिस्थितः अहमात्मा प्रत्येगात्मा नित्यं ध्येयः। तदशक्तेन च उत्तरेषु भावेषु चिन्त्यः, यस्मादहमेव आदिः भूतानां कारणं तथा मध्यं च स्थितिः अन्तः प्रलयश्च। एवं च ध्येयोऽहम् आदित्यानामहं विष्णुः ज्योतिषां रविरंशुमां मरीचिर्मरुतामस्मि नक्षत्राणामहं शशीम्। आदित्यानां द्वादशानां विष्णुः नाम आदित्यः अहं, ज्योतिषां रविः प्रकाशित्रोणाम् अंशुमां रश्मिमान्, मरीचिः नाम मरुतं मरुद्देवताभेदानामस्मि, नक्षत्राणामहं शशी चन्द्रमा, वेदानां सामवेदोऽस्मि देवानामस्मि भासवः, इन्द्रियाणां मनश्चास्मि, भूतानामस्मि चेतनः। वेदानां मध्ये सामवेदः अस्मि, देवानां रुद्रादित्यादीनां वासवः इन्द्रः अस्मि, इन्द्रियाणां एकादशानां चक्षुरादीनां मनश्च अस्मि, सङ्कल्पविकल्पात्मकं मनश्च अस्मि, भूतानामस्मि चेतन कार्यकरणसङ्घाते नित्य अभिव्यक्ता बुद्धिवृत्तिः चेतन। रुद्राणां शङ्करश्चास्मि, भित्तेशो यक्षरक्षसां, वसूनां पावकश्चास्मि, मेरुशिखरिणामहम्। रुद्राणाम् एकादशानां शङ्करश्च अस्मि, वित्तेशः कुबेरः, यक्षरक्षसां यक्षाणां रक्षसां च, वसूनाम् अष्टानां पावकश्च अस्मि अग्निः, मेरुः शिखरिणां शिखरवतामहम्। पुरोधसां च मुख्यं विद्धि पार्थ बृहस्पतिं, सेनानीनामहं स्कन्दः, सरसामस्मि सागरः। पुरोधसां च राजपुरोहितानां च मुख्यं प्रधानं मां विद्धि, हे पार्थ बृहस्पति, स हि इन्द्रस्येति मुख्यस्य पुरोधः, सेनानीनां सेनापतीनाम् अहं स्कन्दः देवसेनापतिः, सरसां यानि देवघातानि सरांसि तेषां सरसां सागरः अस्मि भवामि। महर्षीणां भृगुरहं गिरामस्मीकमक्षरं, यज्ञानां जपयज्ञोऽस्मि, स्थावराणामिमालयः। महर्षीणां भृगुः अहं, गिरां वाचां पदलक्षणानां एकम् अक्षरम् अस्मि, यज्ञानां जपयज्ञः अस्मि, स्थावराणां स्थितिमतामिमालयः। अश्वत्थः सर्ववृक्षाणां, देवर्षीणां च नारदः, गन्धर्वाणां चित्ररथः, सिद्धानां कपिलो मुनिः। अश्वत्थः सर्ववृक्षाणां, देवर्षीणां च नारदः, देवाः एव सन्तः ऋषित्वं प्राप्ताः, मन्त्रदर्शित्वा ते देवश्चयः, तेषां नारदः अस्मि। गन्धर्वाणां चित्ररथः नाम गन्धर्वः अस्मि। सिद्धानां, जन्मना एव धर्मज्ञानवैराग्य ऐश्वर्य अतिशयं प्राप्तानां कपिलो मुनिः। उच्छैश्रवसमश्वानं विद्धि मामृतोद्भवम्, ऐरावतं गजेन्द्राणां नराणां च नराधिपम्। उच्छैश्रवसम् अश्वानाम् उच्चैश्रवाः नाम अश्वराजः, तं मां विद्धि विजानीहि अमृतोद्भवम्, अमृतनिमित्तमथनोद्भवम्। ऐरावतम्, इरावत्याः अपत्यं गजेन्द्राणां हस्तीश्वराणां, तं मां विद्धीति अनुवर्तते। नराणां च मनुष्याणां नराधिपं, राजानां मां विद्धि जानीहि। आयुधानामहं वज्रं, धेनूनामस्मि कामधक, प्रजनश्चास्मि कन्दर्पः, सर्पाणामस्मि वासुकिः। आयुधानम् अहं वज्रं दधीच्यस्ति सम्भवम्, धेनूनां दोग्ध्रीणामस्मि कामधुं, वसिष्ठस्य सर्वकामानां दोग्ध्री, सामान्या वा कामधुक्। प्रजनः प्रजनयित अस्मि कन्दर्पः कामः, सर्पाणां सर्पभेदानामस्मि वासुकिः सर्पराजः। अनन्तश्चास्मि नागानां, वरुणो यादसामहं, पितॄणामर्यमा चास्मि, यमः संयमतामहम्। अनन्तश्चास्मि नागानां, नागविशेषाणां नागराजश्च अस्मि, वरुणो यादसामहम्, अब्देवतानां राजा अहम्, पितॄणाम् अर्यमानां पितृराजश्च अस्मि, यमः संयमतां संयमनं कुर्वतामहम्। प्रह्लादश्चास्मि दैत्यानां, कालः कलयतामहं मृगाणां च मृगीन्द्रोऽहं वैनतेयश्च पक्षिणां प्रह्लादूनां च अस्मि दैत्यानां दितिवंश्यानां कालः कलयतां कलनं गणनं कुर्वतामहं मृगाणां च मृगेन्द्रः सिंहो व्याघ्रो वा वैनतेयश्च गरुत्मां विनतासुतः पक्षिणां पदत्रिणां पवनः पवतामस्मि रामशस्त्रभृतामहं जशाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवीं पवनः वायुः पवतं पावितॄणामस्मि रामः शस्त्रभृतम् अहं शस्त्राणां धारयितॄणां दाशरथिः रामः जशाणां मत्स्यादीनां मकरः नाम जातिविशेषः अहं स्रोतसं स्रवन्तीनामस्मि जाह्नवी गङ्गा सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन अध्यात्मविद्या विज्ञानं वादप्रवदतामहं सर्गाणां सृष्टीनाम् आदिः अन्त्यश्च मध्यं चैवाहम् उत्पत्तिस्थितिलयः अहम् अर्जुन भूतानां जीवाधिष्ठितानामेव आदिः अन्तश्च इत्यादि उक्तम् उपक्रमे इह तु सर्वस्यैव सर्गमात्रस्य इति विशेषः अध्यात्मविद्या विद्यानां मोक्षार्थत्वा तु प्रधानमस्मि वादः अर्थनिर्णयहेतुत्वा प्रवदतां प्रधानम् अतः सः अहम् अस्मि प्रवक्तृद्वारेण वदनभेदानामेव वादजल्पवितण्डानाम् इह ग्रहणं प्रवदतामिति